माघुरविष्णुगुरुदेवो महेश्वरगुरु साक्षात् पर्ब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं न्यायवर्गे अस्माकं प्रवर्तमानविषये अस्ति तत्र द्वितीयविद असमवायिकारणं तस्मिन् विषये वयं बहु किमपि पठितवन्तः अतीतवन्तः च तत्र समवायिकारणम् असमवायिकारणम् तत्र तृतीयविधं निमित्तकारणम् एतावत् न कृतं यतोहि तस्य क्रमः तत्र एतावत् न प्राप्तवन्तः किन्तु अग्रे तत्र यदा वयं कारणस्य तत्र सम्यक् रीत्या तत्र चर्चां कुर्मः तदा तत्र निमित्तकारणम् इति अपि अग्रे आगच्छति किन्तु एतावत् तत्र समवायिकारणम् असमवायिकारणम् असमवायिकारणे तत्र द्वैविध्यम् अस्ति इति दृष्टवन्तः अपि तत्र प्रथमविध असमवायिकारणं पूर्वं दृष्टवन्तः इदानीं द्वितीयविध असमवायिकारणं तत्र गतवर्गे अपि दृष्टवन्तः एतत् कृत्वा अग्रे तत्र पृथक्त्वम् इति नूतनविषयः भवति किन्तु केवलं तत्र एकवारं पुनः स्मरणं तत्र नाम तत्र सारांशः सर्वेषां मनसि सम्यक्तया स्थापितः इति निश्चित्य अग्रे सरामः तर्हि तत्र समवायिकारणम् इति आरभ्य चर्चयामः तर्हि तत्र हा योगेन्द्रमहोदय तत्र तर्हि तत्र समवायिकारणस्य उदाहरणं वदति वा योगेन्द्रमहोदय कार्यं न उदाहरणं तत्र नाम समवायिकारणस्य उदाहरणं कार्यं कारणं सर्वं वदतु कपालः घटः अस्तु तर्हि तत्र किं कार्यं किं कारणं कार्यं घटः अस्ति कारणं कपालः अस्ति उत्तमम् अधिकरणम् अधिकरणं कपालः अपि तत्र सम्बन्धः समवायिसम्बन्धः प्रायः चिन्त्य वदतु तत्र नाम कार्यमपि कारणमपि समान एकस्मिन् अधिकरणे एव भवति इति अस्माकं चिन्तनं तर्हि तत्र अधिकरणं कपालः तर्हि घटः कपाले केन सम्बन्धेन अस्ति घटः अधिकरणे कपाले समवायसम्बन्धेन अस्ति समवायसम्बन्धेन अस्ति समीचीनम् इदानीं कपालः इति कारणम् इति उक्तवान् तर्हि कपालः स्वस्मिन् केन सम्बन्धेन अस्ति तादात्म्यसम्बन्धेन अस्ति स्वस्मिन् सम्बन्धेन उत्तमं हा तर्हि तत्र समवायिकारणस्थले तत्र वयं दृष्टवन्तः तत्र अत्र लिखामः तत्र नाम तत्र कार्यम् अपि कारणं तर्हि तत्र कारणम् अपि कार्यं केवलं तयोः सम्बन्धः अधिकरणे तत्र यदि समवायि इति भवति तत्र समवायिकारणं भवति यदा भवति तर्हि तत्र किमस्ति तत्र तदा अधिकरणे तत्र कारणम् अधिकरणे तादात्म्यसम्बन्धेन तिष्ठति अपि कार्यं समवायसम्बन्धेन भवति उत्तमं महोदय अस्तु अग्रे तर्हि तत्र नरसिंह हेगडे महोदय इदानीं तत्र असमवायिकारणं प्रथमविध असमवायिकारणम् इति विषयः तर्हि तत्र तत् केन सम्बन्धेन तत्र तत्र उदाहरणं वदतु अपि तत्र सम्बन्धः अपि वदतु प्रथमविध असमवायिकारणे द्वयमपि समवायसम्बन्ध एव अस्तु उदाहरणं तत्र उदाहरणं घट कपालपरिमाणं समवायेन कपाले स्थित्वा समवायेन घटं जनयति इति अस्ति वा? अस्तु, तत्र परिमाणं मास्तु, संयोगः इति स्वीकुर्मः. संयोगः कपालसंयोगः समवायेन कपाले स्थित्वा समवायेन घटं जनयति. घटं जनयति, समीचीनं. हा तर्हि उत्तमं महोदय. तर्हि तत्र प्रथमविध असमवायिकारणे, तत्र प्रथमविध असमवायिकारणे समवायिकारणे तत्र किं भवति इत्युक्ते, तत्र कपालद्वयसंयोगः समवायेन कपाले अस्ति, अधिकरणं कपालः, घटः इति कार्यं घटं जनयति. कपालसंयोगः समवायसम्बन्धेन अधिकरणे स्थित्वा घटं, घटः इति कार्यं जनयति, समवायेन जनयति. अत्रापि तर्हि यथा तत्र नरसिंहमहोदय उक्तवान्, तत्र सम्बन्धद्वयमपि समवायः, समवायः सम्बन्धः एव. अस्तु, इदानीं तर्हि इदानीं तत्र समीचीनं महोदय. अग्रे तर्हि तत्र इदानीं तत्र उषाभगिनी, इदानीं तत्र धन्यवादः महोदय. इदानीं उषाभगिनी तर्हि तत्र द्वितीयविध असमवायिकारणं, तस्य उदाहरणं. कपालपरिमाणं कपाले समवायसम्बन्धेन स्थित्वा घटपरिमाणम् इति कार्यं जनयति. घटपरिमाणं समवायिसम्बन्धेन कपाले तिष्ठति. घटपरिमाणं समवायसम्बन्धेन घटे अस्ति, घटः पुनर् समवायसम्बन्धेन कपाले अस्ति. तर्हि अत्र अधिकरणं किमस्ति? अधिकरणमस्ति, अधिकरणं कपालः अस्ति. अस्ति, कपालः अस्ति चेत् कपालपरिमाणम् इति कारणं समवायसम्बन्धेन कपाले स्थित्वा स्वम् इति घटपरिमाणम् अस्ति चेत् स्वसमवायि समवायित्वसम्बन्धेन कपाले तिष्ठति. तत्र समीचीनं भगिनि. हा तर्हि तत्र कारणं समवाय, कारणं समवायसम्बन्धेन अधिकरणे अस्ति, कार्यं स्वसमवायि समवायित्वसम्बन्धेन अधिकरणे अस्ति. तत्र द्वितीयविध असमवायिकारणं, असमवायिकारणं. समीचीनं भगिनि. तर्हि तत्र द्वितीयविध असमवायिकारणं तर्हि तत्र अत्र वयम् अस्माकं चिन्तनं सर्वदा तत्र कपालः इति एव अधिकरणं. तर्हि तत्र कारणं तु समवायसम्बन्धेन अस्ति, किन्तु अत्र परम्परासम्बन्धेन कार्यम् अधिकरणे अस्ति इति अस्ति. समीचीनं. हा अपि तत्र उत्तमं भगिनि, धन्यवादः. हा इदानीं तत्र मूलग्रन्थे तत्र किम् उक्तम् इत्युक्ते, तत्र कार्येण कारणेन वा एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. तत्र मूलग्रन्थे इत्युक्ते तत्र विद्याधर्यामपि दत्तमस्ति, तत्र पुटसङ्ख्या किमस्ति 144 इति मन्ये, गतवर्षे अपि दृष्टवन्तः, शोभगिनी पठितवती. तत्र 144 यदि पश्यन्ति, तत्र कार्येण कारणेन वा सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति अस्ति. तत्र प्रथमविध असमवायिकारणं कार्येण इति भवति, यतोहि कार्येण इति प्रथमतया आगतं, तदनन्तरं कारणेन इति अस्ति. तर्हि प्रथमविध असमवायिकारणम् अस्ति यत् वयं पूर्वं पठितवन्तः, तत्र कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तं, तत् प्रथमविधं. तत्र अत्र कार्येण इति अस्ति, तर्हि तत्र कार्येण इति तस्य तस्मिन् विषये मनसि स्पष्टता भवेत्। तर्हि तत्र शोभा भगिनी इदानीं तत्र अस्माकम् उदाहरणं तत्र चित्रे, अस्मिन् चित्रे प्रथमविध असमवायिकारणं दत्तमस्ति, न दृश्यते, दृश्यते वा न दृश्यते भगिनि? किञ्चित् दृश्यते महोदय, समीचीनं वा इदानीम्? आमाम्, अस्तु। तत्र कार्येण इति उक्तमस्ति, कार्येण एकस्मिन् अर्थे समवेतं, कार्येण सह एकस्मिन् अर्थे इति अस्ति। हा, तर्हि तत्र असमवायिकारणं, तर्हि असमवायिकारणं कपालसंयोगः, कपालसंयोगः इति एव असमवायिकारणं, प्रथमविध असमवायिकारणं। तर्हि तत्र असमवायिकारणं कपालसंयोगः तत्र इति कारणं घटः इति कार्यं कपालः इति तत्र अधिकरणं कपालः एव, कपालः इति अस्ति। तर्हि तत्र अस्मिन् उदाहरणे एतत् एव अस्ति। तर्हि इदानीं तत्र कारणम् अधिकरणे अस्ति, अपि तत्र घटेन सह अस्ति खलु? सत्यं, घटेन सह कपालद्वयसंयोगः इति कारणं समवायेन कपाले, घटः अपि समवायेन कपाले अस्ति इत्यतः तत्र समवायी समवायी इति भवति सम्बन्धद्वयं। तत्र प्रथम असमवायिकारणं कारणेन भवितव्यम् इति चेत् समवायि समवायिसम्बन्धः एव भवेत्, यत्र कारणं कार्यं समवायसम्बन्धेन अधिकरणे भवेत्, भवेत् इति अस्ति। समीचीनं, हा, तत्र उत्तमं। तर्हि तत्र तत् कथं वयम् अवगच्छामः इत्युक्ते तत्र किं लिखितं, कार्येण एकस्मिन् अर्थे समवेतं सत् कारणं, कारणं तत्र कार्येण एकस्मिन् अर्थे इत्युक्ते कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् इत्युक्ते तत्र कारणम् इति कपालद्वयसंयोगः, कार्यं घटः, तर्हि तत्र कार्येण इत्युक्ते घटः तेन सह एकस्मिन् अर्थे इत्युक्ते तत्र अधिकरणं भवेत्, तत्र कपालः इत्युक्ते यत्र घटः कपाले समवायसम्बन्धेन वर्तते तत्र एव कारणमपि समवायसम्बन्धेन वर्तेत, तत्र समवेतं सत् कारणम् इत्युक्ते तत्र हा घटेन सह एकस्मिन् कपाले, घटेन सह एकस्मिन् कपाले समवायेन सत् कपालसंयोगः असमवायिकारणम् इति भवति। हा, उत्तमं भगिनि। हा, तर्हि उत्तमं। तर्हि तत्र सत् कारणं नाम कारणं वर्तते, समवेतं सत् समवेतं भवति कारणम्, असमवायिकारणं कथं भवति, तत्र समवेतं भवति, समवेतं नाम समवायसम्बन्धेन सह समवायसम्बन्धेन अस्ति अस्ति, अपि कार्येण सह एकस्मिन् अर्थे अस्ति, तर्हि कार्यमपि समवेतम् अस्ति, कार्यमपि समवायसम्बन्धेन अस्ति, कारणमपि समवेतम् अस्ति, अतः एव तत्र द्वयोः तत्र कारणतायाः अवच्छेदकः सम्बन्धः समवायः, कार्यतयाः कार्यतायाः अवच्छेदकः सम्बन्ध अवच्छेदकः अपि तत्र समवायः सम्बन्धः एव इति भवति। तत्र कारणस्य कार्यस्य च अवच्छेदकसम्बन्धः यत्र समवायी भवति तत्र कारणस्य कारणम् असमवायिकारणं भवति, प्रथमविध असमवायिकारणं, प्रथमविध असमवायिकारणं भवति। उत्तमं भगिनि, हा, समीचीनम्, अस्तु, अग्रे धन्यवादः। अग्रे तर्हि तत्र मृणालिनी भगिनी नमस्कारः, नीता भगिनी नमस्कारः, नमस्कारः आचार्य, नमस्कारः। तर्हि मृणालिनी भगिनी इदानीं तत्र द्वितीयविध तत्र असमवायिकारणं तत्र उदाहरणार्थं कपालपरिमाण इति उदाहरणं स्वीकुर्मः. तत्र कार्यं किम् अस्ति? अत्र दृश्यते वा? आं दृश्यते. कपालपरिमाणम् इति कारणं भवति, घटपरिमाणं कार्यम्. समीचीनम्. इदानीं तत्र अत्र उक्तमस्ति तत्र द्वितीयविध असमवायिकारणम् इत्युक्ते कारणेन सह एकस्मिन् अर्थे इति गतवर्गे वयं पठितवन्तः खलु. इदानीं तत्र कारणेन एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् इति उक्तम्. इदानीं तत्र कारणेन सह इति अस्ति, कार्येण सह इति नास्ति, कारणेन सह इति अस्ति. अतः तत्र इदानीं तत्र एतत् असमवायिकारणमस्ति कपालपरिमाणं खलु. कपालपरिमाणम् अधिकरणे समवेतमस्ति वा? आम्, कपालपरिमाणं कपाले समवायसम्बन्धेन समवेतम् अस्ति. उत्तमम्. समवेतम् अस्ति, उत्तमम्. अपि अत्र कारणेन सह इत्युक्ते किम् उक्तं? यस्य अत्र लिखितमस्ति यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं. ग्राह्यम्. अत्र कार्यं किमस्ति? घटपरिमाणं. घटपरिमाणं कार्यमस्ति. कार्यस्य समवायिकारणं किमस्ति? कार्यस्य समवायिकारणं घटः. घटः. घटः इति एव कारणपदेन स्वीकर्तव्यम्. तर्हि घटः अधिकरणे समवेतः अस्ति वा? आम्, घटः अधिकरणे समवेतः अस्ति. समवेतः अस्ति. तर्हि कार्येण सह एकस्मिन् अर्थे कपालपरिमाणं समवेतमस्ति वा? आम्, कार्येण समवेतम् अस्ति वा कपालपरिमाणम् इत्युक्ते कारणेन सह एकस्मिन् अर्थे समवेतं कपालपरिमाणम् अस्ति इति यदि कदा वदामः? यदि प्रथमतया कपालपरिमाणं समवायसम्बन्धेन अधिकरणे भवेत्. तत् सत्यं वा अत्र? आम्, सत्यम्. अपि कारणम् अत्र कारणम् इति कार्यस्य समवायिकारणम्. अत्र तत् कारणं किम्? अत्र घटः. घटः. अस्तु, इदानीं तत् कारणम् अपि अधिकरणे समवायसम्बन्धेन अस्ति वा? आम्, अस्ति. तर्हि वयं वक्तुं शक्नुमः कारणेन नाम कार्यस्य समवायिकारणं यदस्ति तेन सह कारणेन एकस्मिन् अर्थे समवेतम् अस्ति कारणं कपालपरिमाणं. तर्हि कपालपरिमाणं किं भवति? असमवायि कारणं, किन्तु द्वितीय असमवायिकारणं नाम द्वितीयविध एवं खलु. तर्हि आम् आम्, प्रथमविध नास्ति, यतोहि प्रथमविधे सम्बन्धः द्वयोः तत्र कारणमपि कार्यं समयसम्बन्धेन अधिकरणे स्तः. किन्तु द्वितीयविधि असमवायिकारणे कारणम् अधिकरणे समवायसम्बन्धेन अस्ति, समवेतम् अस्ति. कार्यं समवेतं नास्ति, किन्तु कार्यस्य समवायिकारणं समवेतम् अस्ति. आम् आम्, कार्यस्य समवेतं समवेतम् अस्ति. सः भेदः खलु. आम् आम् इति अस्ति. अतः तत्र द्वितीय असमवायिकारणे किं भवति? कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं द्वितीयविध असमवायिकारणम्, अपि प्रथमविध असमवायिकारणं कार्येण सह, अत्र कारणेन तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं द्वितीयविध असमवायिकारणं, कार्येण सह एकस्मिन् अर्थे समवेतं सत् कारणं प्रथमविध असमवायिकारणम् इति अस्ति. अस्तु, तर्हि तत्र सर्वे एकवारं तत्र एकमेकं पृच्छामि, सर्वे एकवारं किञ्चित् वदन्तु. तर्हि तत्र अनिता भगिनी, तत्र प्रथमविध असमवायिकारणे तत्र कार्येण सह इति कथं सङ्गच्छति? प्रथमविध असमवायिकारणं तत्र कार्येण इत्युक्ते यत् कार्यं उदाहरणम् स्वीकरोतु. अस्तु, कार्येण इत्युक्ते घटः इति कार्य, तत् कार्यं कार्येण घटेन सह एकस्मिन् अर्थे इत्युक्ते एकस्मिन् अधिकरणे एकस्मिन् पदार्थे समवेतं, यतोहि तत् घटः समवायसम्बन्धेन कपाले इति अधिकरणे स्थितः अस्ति, अतः घटेन सह कपाले इति अधिकरणे एकस्मिन् अर्थे समवेतं समवायसम्बन्धेन, तत्र कपाल घटः कपाले समवायसम्बन्धेन विद्यमानमस्ति, सत् कारणं यत् कारणमस्ति घटः इति असमवायिकारणम् इति दत्तम्. समीचीनं भगिनि, किन्तु अत्र समवेतं समीचीनमेव, किन्तु समवेतम् इति अस्ति पदं खलु, तत्र समवेतम् इति पदं कस्य विशेषणं नाम, तत्र अन्वयः कुत्र भवति समवेतम् इति पदम्? कार्येण एकस्मिन् अर्थे समवेतं, यत् असमवायिकारणम् इति उक्तमस्ति तत् असमवायिकारणं समवेतमस्ति. उत्तमं, तर्हि असमवायिकारणं विशेष्यं समवेतमस्ति, समवेतमस्ति विशेषं, तर्हि नाम असमवायिकारणं समवेतम् इत्युक्ते तर्हि असमवायिकारणं केन सम्बन्धेन अस्ति अधिकरणे? असमवायिकारणं समवायसम्बन्धेन अधिकरणे अस्ति. तर्हि असमवायिकारणमपि समवायसम्बन्धेन अस्ति, कार्यमपि समवायसम्बन्धेन समवायसम्बन्धेन एकस्मिन्नेव अधिकरणे तर्हि अत्रापि सम्बन्धः समवायः, अत्रापि सम्बन्धः समवायः. नाम समवेतम् इत्युक्ते साक्षात् एषः सम्बन्धसमवायः भवति, किन्तु कार्येण सह इति पदमस्ति, नाम तर्हि तत्र रामः गच्छति लक्ष्मणेन सह इत्युक्ते लक्ष्मणः अपि गच्छति इति अर्थः सम्भवति, अतः कार्यमपि समवेतम् अस्ति इति अर्थः आगच्छति तत्र. अतः कार्यमपि समवेतं, कारणमपि असमवायिकारणम् अपि समवेतम् प्रथमविध असमवायिकारणं समवेतं भवति कार्येण सह इति अस्ति. समीचीनम्, उत्तमं भगिनि. तर्हि इदानीं तत्र योगेन्द्रमहोदय, तर्हि तत्र द्वितीयविध असमवायिकारणं, तर्हि तस्मिन् स्थले तत्र कारणेन सह इति उक्तं, कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणं द्वितीयविध असमवायिकारणम् इति उक्तं. तर्हि अस्मिन् उदाहरणे तत् कथं गच्छति इति एकवारं वदतु महोदय. कपालपरिमाणं कपाले समवायि सम्बन्धेन तिष्ठति. उत्तमं, तर्हि तत्र एतत् वाक्यमस्ति, तत्र कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम्। तर्हि इदानीं भवान् किम् उक्तवान्, तत्र समवेतं सत् कारणम्, एतत् कारणं समवेतम् अस्ति वा, कपालपरिमाणं समवेतम् अस्ति वा? समवेतं समवेतम् अस्ति। किमर्थं? यतोहि अधिकरणं समानम् अस्ति। न, तत्र समवेतम् इत्युक्ते अधिकरणं समानम् इति किमपि नास्ति। समवेतम् इत्युक्ते किमस्ति? वर्तते। न, समवेतम् इत्युक्ते वर्तते नास्ति। समवेतं नाम तत्र समवायसम्बन्धेन वर्तते, समवायसम्बन्धेन वर्तते नाम यः समवायसम्बन्धेन वर्तते सः समवेतः। यत् समवायसम्बन्धेन अधिकरणे वर्तते तत् समवेतम्। इदानीं कपालपरिमाणं समवेतम् अस्ति वा? कपालपरिणाम समवाय अस्ति। तत् समवायः नास्ति, तत्र समवायसम्बन्धेन अस्ति, नाम समवायः भिन्नः खलु, परिमाणं भिन्नः। तर्हि तत्र भिन्नं, तर्हि कपालपरिमाणं समवेतम् अस्ति वा कपाले? नास्ति। नाम अस्तु महोदय, तत्र अन्यं पृच्छामि किञ्चित्, अथवा भवान् एव तत्र स्मरति वा, नाम समवायि इत्युक्ते किं, समवेतम् इत्युक्ते किम् इति किञ्चित् वदति वा, स्मरति वा तत्र समवेतः समवायि इत्युक्ते? नो चेत् समवेतः इत्युक्ते परम्परा सम्बन्धेन, न परम्परायाः आवश्यकता एव नास्ति। समवेतः नाम समवायसम्बन्धेन अस्ति, कुत्रापि वर्तते, तादृशमस्ति चेत् समवेतः इति वदामः। घटः कपाले समवेतः, तर्हि घटः समवेतः। किमर्थं घटः कपाले केन सम्बन्धेन अस्ति? समवायसम्बन्धेन। तर्हि घटः समवेतः, यतोहि समवायसम्बन्धेन कुत्रापि वर्तते। इदानीं कपालपरिमाणं समवेतं वा इति प्रश्नः। आम्, समवेतः अस्ति, यतोहि समवेतम् अस्ति, समवेतं, यतोहि इदानीं तत्र नपुंसकलिङ्गपदं परिमाणं समवेतं, समवेतम् अस्ति। किमर्थं? समवायसम्बन्धेन कपाले अस्ति इति अस्ति महोदय, उत्तमं। इदानीं समीचीनं, तत् तर्हि समवेतं सत् कारणम् असमवायिकारणम् अस्ति। केवलं समवेतम् इति न उक्तं, किन्तु कारणेन सह एकस्मिन् अर्थे इति उक्तं। तर्हि अत्र कारणेन सह इत्युक्ते किम्? इदानीमेव तत्र मृणालिनी भगिनी अपि उक्तवती तत्र कारणम् इति, कारणेन सह इत्युक्ते किम् इति किञ्चित् प्राक्, नो चेत् तत्र पठतु महोदय, इह कारणपदेन इति। इह कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यम्। अस्तु, तर्हि अत्र कार्यकरणभावस्थले अत्र एतत् कारणमस्ति खलु, कपालपरिमाणं कारणमस्ति। कार्यं किमस्ति? कार्यमस्ति घटपरिमाणम्। उत्तमं, घटपरिमाणं कार्यमस्ति। अत्र किम् उक्तं? यस्य कार्यस्य विचारः क्रियते, अत्र कस्य कार्यस्य विचारः क्रियते? घटपरिमाणं, तस्य कार्यस्य विचारः क्रियते। समीचीनं, घटपरिमाणस्य विचारः क्रियते इदानीम्। इदानीं तस्य कार्यस्य समवायिकारणं किम् अस्ति? घटः अस्ति। घटः अस्ति, उत्तमं घटः अस्ति. इदानीं कारणम् इत्युक्ते किं? कार्यस्य समवायिकारणम्. अत्र समवायिकारणमस्ति घटः, खलु? हा. इदानीं कारणेन सह समवेतम् इत्युक्ते किं? समवायिकारणम् अपि अधिकरणे समवेतः समवेतम् अस्ति वा इति प्रश्नः. अत्र समवेतम् अस्ति वा? घटः समवेतः अस्ति वा? अस्ति. अस्ति. हा, अतः एव कारणेन सह एकस्मिन् अर्थे समवेतं. सत् कारणं भवति खलु. इदानीं कपालपरिमाणं कीदृशम् अस्ति? समवेतम् अस्ति. कारणेन सह एकस्मिन् अर्थे समवेतम् अस्ति खलु. आम्. हा, अतः एतद् द्वितीयविद असमवायिकारणं भवति. यतोहि कारणमपि समवेतम् अस्ति, कार्यस्य समवायिकारणमपि तस्मिन्नेव अधिकरणे समवेतम् अस्ति. अतः कारणेन सह इति पदं तत्र सम्यक् भवति खलु. पूर्वं कार्येण सह इति आसीत् प्रथमविध असमवायिकारणस्थले. अत्र द्वितीयविध असमवायिकारणस्थले कारणेन सह इति भवति. भवान् पुनः स्वशब्दैः एकवारं वदतु महोदय. कपालपरिमाणं कपाले समवायसम्बन्धेन अस्ति, अपि च कारणं यः अस्ति कट्परिमाणं सः कार्यं यत् अस्ति सः घटे समवायसम्बन्धेन अस्ति, अपि च समवायसम्बन्धेन अस्ति इति न, तत्र विषयः कः? कार्यस्य किम् आवश्यकम्? कार्यस्य तत्र घटः कथं प्राप्तवन्तः? घटम् इति कथं प्राप्तवन्तः? कारणम् इति पदेन कारणपदेन यस्य विचारः क्रियते तस्य समवायिकारणं ग्राह्यम्. अतः कारणेन विचारः अस्ति घटपरिमाणस्य तस्य समवाय कार्यमस्ति घटपरिमाणं घटपरिमाणं तस्य समवायिकारणमस्ति घटः. हा, इति वक्तव्यम्. उत्तमं महोदय. हा, कार्यस्य समवायिकारणमस्ति घटः. उत्तमं. हा, अपि इदानीं घटः अपि समवायसम्बन्धेन कपाले अस्ति अधिकरणे समान अधिकरणे अस्ति. अतः कपालपरिमाणं कीदृशं कारणं भवति? असमवायि कपालपरिणाम कपालपरिमाणं समवायिकारणं भवति, घटपरिमाणम् असमवायिकारणं भवति. तत्र घटपरिमाणं कथम् असमवायिकारणं भवति? तत्र कार्यं किमस्ति? कार्यं घटपरिमाणमस्ति. तर्हि घटपरिमाणं कथं कारणमपि भवेत्? खलु. तर्हि कपालपरिमाणम् इति कारणं वा कार्यं वा? कारणमस्ति. कारणमस्ति. कार्यं किमस्ति? घटपरिमाणं. घटपरिमाणम्. अस्तु, इदानीं कपालपरिमाणं कीदृशं कारणं? कपालपरिमाणं घटपरिमाणस्य समवायिकारणमस्ति वा? कपालपरिमाणं समवायिकारणमस्ति. घटपरिमाणस्य वा? भवान् उक्तवान् घटपरिमाणं कार्यमस्ति खलु. कार्यम् इत्युक्ते किम्? आङ्ग्लभाषायां वदतु, कार्यम् इत्युक्ते किं, कारणम् इत्युक्ते किम्? cause and effect. खलु महोदय, योगेन्द्रमहोदय न श्रूयते, न अवगच्छामि. कारणमपि कार्यम् आङ्ग्लभाषायां वदतु एकवारं. कार्यं कार्यम् कार्यम् इति पदं तस्य अर्थः कः? रिसल्ट्. कारणं रीज़न्. कास् एफेक्ट् अथवा कास् एफेक्ट् अथवा रीज़न् एण्ड् रिसल्ट्. अस्तु, इदानीं तत्र कार्यं किमस्ति अस्मिन् उदाहरणे? कार्यं किमस्ति अस्मिन् उदाहरणे? घटपरिमाणं. घटपरिमाणम् इति कार्यं, तत् कारणं नास्ति खलु? तत् कारणं नास्ति. कारणं किमस्ति? कारणमस्ति कपालपरिमाणं. कपालपरिमाणं कारणमस्ति. कीदृशं कारणमस्ति कार्यस्य? असमवायिकारणम्. असमवायिकारणम्, अस्तु, असमवायिकारणं. तत्र अकारः स्पष्टतया वक्तव्यम्. असमवायिकारणम्. असमवायिकारणं प्रथमविध वा द्वितीयविध वा? द्वितीयविध. किमर्थम्? यतो हि घटपरिमाणं साक्षात् कपाले न अस्ति, परन्तु परम्परया कपाले अस्ति अतः. हा, उत्तमं महोदय, अस्तु, समीचीनं. हा, प्रथमविध असमवायिकारणस्थले साक्षात् अस्ति, अपि सम्बन्धः समवायसमवाय अस्ति, किन्तु अत्र कार्यम् अधिकरणे साक्षात् नास्ति, परम्परासम्बन्धेन वर्तते. उत्तमं महोदय, हा, इदानीम् अवगतम् इति मन्ये. हा, समीचीनं महोदय, धन्यवादः. अस्तु तर्हि इदानीम् अग्रे सरामः. तर्हि तत्र सर्वे अवगतवन्तः इति मन्ये, किन्तु तत्र प्रश्नः अस्ति चेत् कृपया वदन्तु. अवगतं वा तत्र प्रथमविध द्वितीयविध असमवायिकारणम् अपि समवायिकारणम्? तत्र तेषां मध्ये सम्बन्धः अपि वर्तते, नाम तत्र समवायिकारणं प्रथमविध असमवायिकारणे अपि भवति, द्वितीयविध असमवायिकारणे अपि भवति, आगच्छति एव. तर्हि तत्र प्रथमविध असमवायिकारणस्थले एकं समवायिकारणं वर्तते, नाम कपालः इति घटस्य समवायिकारणम् अस्ति. किन्तु द्वितीयविध असमवायिकारणे तत्र कति समवायिकारणानि सन्ति अस्मिन् चित्रे? कोऽपि वदति वा? घटः इति समवायिकारणं भवति. अपि अपि च कपालपरिमाणं तु असमवायिकारणं भवति तत्र. तावदेव खलु महोदय? अपि कपालः अपि कपालः अपि समवायि कपालः अपि कारणस्य समवायिकारणं भवति. कारणस्य अकार्यस्य समवायिकारणं. तर्हि तत्र द्वितीयविध असमवायिकारणस्थले कारणद्वयं भवति, समवायिकारणद्वयं भवति. किन्तु प्रथमविध असमवायिकारणस्थले एकमेव भवति. तत्र कपालद्वयसंयोगः एव असमवायिकारणं प्रथमविधे, यतोहि कपालसंयोगः घटः च कपाले समवायसम्बन्धेन समवेतौ भवतः. अत्र किं समीचीनं भगिनि, तत्र किमस्ति? कपालद्वयसंयोगस्य समवायिकारणमपि कपालः, घटस्य समवायिकारणमपि अपि कपालः. इदानीं घटस्य कारणं कपाल समवायिकारणं कपालः घटपरिमाणस्य समवायिकारणं घटः अपि च तत्र घटः समवायिकारणं कपालपरिमाणम् असमवायिकारणं यत्र समवायिकारणम् असमवायिकारणम् एकस्मिन् अधिकरणे कारणाधिकरणे भवेताम् तत्र असमवायिकारणं द्वितीयविधम् इति वक्तुं शक्नुमः वा महोदय? किं किं पुनः वदतु? यत्र यत्र समवायिकारणं कार्यस्य समवायिकारणम् इत्युक्ते घटः, कार्यस्य असमवायिकारणं कपालपरिमाणं, तर्हि तयोः तयोः अधिकरणं सामानाधिकरणं कपालः, तर्हि तत्र सम्बन्धः समवायसम्बन्धः यत्र द्वितीय यत्र समवायिकारणम् असमवायिकारणं च समवायसम्बन्धेन एकस्मिन् अधिकरणे भवेताम् तत्र असमवायिकारणं द्वितीयविधः इति भवति तदेव सत्यं साधु एव नाम तदेव अत्र उक्तं कारणेन सह एकस्मिन् अर्थे समवेतं सत्कारणं द्वितीयविध असमवायि वैकारणम् इति अस्ति इत्युक्ते महोदय तत्र प्रथम असमवायिकारणे कार्येण एव कार्येण एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणम् अपि च द्वितीय असमवायिकारणे कारणेन सह एव कारणेन सह एकस्मिन् अर्थे समवेतं सत् कारणम् असमवायिकारणं भवति सत्यं भगिनि तथैव उत्तमं तत्र सर्वे अवगतवन्तः अथवा प्रश्नः अस्ति वा यतोहि तत्र अस्मिन् प्रसङ्गे तत्र क्लेशः अस्ति चेत् कृपया पृच्छतु यतोहि नो चेत् तत्र अग्रे गत्वा तत्र संशयः भवति एतत् प्रथमविधवा द्वितीयविधवः विधवा इति तदा भवति चेत् पुनः एतस्य तत्र सम्पूर्ण अवगमनं तत्र अपेक्षितं भवति तद् मास्तु इदानीं तत्र बहु किमपि कार्यं तत्र कृतवन्तः नाम तत्र यो चिन्तनं कृतवन्तः अतः तत्र मनसि स्थापितम् एव भवति किन्तु तस्मिन् विषये क्लेशः अस्ति चेत् इदानीमेव पृच्छतु सम्यक्तया एतत् स्थापितं भवति चेत् उत्तमं भवति अग्रे सौकर्यं भवति तर्हि तत्र प्रश्नः नास्ति वा तत् तर्हि केवलं सारांशत्वेन वदामि तर्हि तत्र प्रथमविध नाम प्रथमविध न समवायिकारणस्थले तादात्म्यसम्बन्धः कारणतायाः अवच्छेदकः कार्यतायाः अवच्छेदकः समवायः प्रथमविध असमवायिकारणे तत्र सम्बन्धद्वयमपि समवायः द्वितीयविध असमवायिकारणे कारणं समवायेन अस्ति किन्तु कार्यं परम्परासम्बन्धेन एव अस्ति अत्र अधिकरणम् अत्र अस्मिन् उदाहरणे अधिकरणं कपालः इति एव स्वीकृतं नाम अधिकरणमस्ति कारणस्य समवायि कारणम् एव अधिकरणरूपेण स्वीकृतम् अपि कारणेन सह इत्युक्ते कार्यस्य समवायिकारणं स्वीकृतम् इति भवति अतः तत्र द्वितीयविध असमवायिकारणे कारणस्य समवायिकारणमपि अस्ति कार्यस्य समवायिकारणमपि अस्ति इति भवति अस्तु इदानीम् अग्रे सरामः नो चेत् अत्रैव तत्र बहु किमपि भवति अस्तु तर्हि अग्रे पठामः तर्हि तत्र उषा भगिनी अग्रे पठति वा यद्यपि इति आरभ्य इदानीं तत्र प्रायशः अस्तु महोदय यद्यपि मूले अस्यां पङ्क्तौ कार्येण कारणेन सह इत्यादि लिखितं परन्तु तत्रत्यः कार्येण इति अंशः प्रथम असमवायीकारणपरः व्याख्यातः कारणे इति प्रकृतसम्बद्धं तथा च कार्येण सह एकस्मिन् अर्थे समवेदं सत् कारणम् इति आद्यम्, कारणेन सह एकस्मिन् अर्थे समवेदं सत् कारणम् इति अपरम्, असमवायीकारणं सिद्ध्यति. मूले वयं पूर्वं दृष्टवन्तः कार्येण कारणेन सह इति वयं दृष्टवन्तः कार्येण सह कारणेन सह कारणेन सह एकस्मिन् अर्थे अपि दृष्टवन्तः, अपि च कार्येण सह एकस्मिन् अर्थे इति अपि दृष्टवन्तः इति अंशः प्रथम असमवायिकारणपरः कार्येण सह इति अंशः प्रथम असमवायिकारणपरः वयं दृष्टवन्तः. अत्र कपालद्वयसंयोगः कपाले समवायसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति कृते कार्येण इति अंशः प्रथम असमवायिकारणपरः इति अत्र दत्तम्. कारणे इति प्रकृतसम्बन्धम् इति अत्र वयं पूर्वपरिच्छेदे एव वयं दृष्टवन्तः. कारणे इति प्रकृतसम्बन्धं सम्बन्धम् इति अत्र कपालपरिमाणं घटपरिमाणं जनयति इति कृते कपालपरिमाणं कपाले समवायसम्बन्धेन स्थित्वा परम्परासम्बन्धेन घटपरिमाणम् इति कार्यं जनयति इति कारणेन सह एकस्मिन् अर्थे समवेदं सत् इति सत्कारणम् इति अस्ति. कारणेन इति कार्येण कारणेन सह प्रथम कार्येण सह इति प्रथम असमवायिकारणं कारणेन सह एकस्मिन् अर्थे समवेदम् इति द्वितीय असमवायिकारणम् इति कृते. तथा च कार्येण सह एकस्मिन् अर्थे समवेदं सत् कारणम् इति आद्यं प्रथमं वयं दृष्टवन्तः. कारणेन सह एकस्मिन् अर्थे समवेदं सत् कारणम् इति अपरम् असमवायिकारणं सिद्ध्यति. तर्हि असमवायिकारणं द्विविधम् अस्ति. तत्र आद्यम् आसीत् तत्र प्रथमविध अपि अपरम् इति यदुक्तं तत्र द्वितीयविध असमवायिकारणम् इति भवति. तर्हि असमवायिकारणम् एकं विधम् इति चिन्तनं मास्तु, तत्र तस्य द्वैविध्यं भवति इति अस्ति. समीचीनम्, अस्तु, धन्यवादः भगिनि. कारणेन सह एकस्मिन् अर्थे इति कृते कारणेन इन्स्टेड् आफ् देट् ऐ मीन् कार्यस्य समवायीकारणं सह तेन सह इति कार्यस्य समवायीकारणं सह सत्यं भगिनि अतः सह एव. किन्तु तत्र तत्र लघु भवेत् इति कृत्वा केवलं कारणेन इति मूलग्रन्थे लिखितं. तत्र कार्येण सह इति एकमेव पदमस्ति खलु, तर्हि कारणेन कार्येण वा सह एकस्मिन् अर्थे इति तावदेव लिखितम्. अतः एव तत्र किञ्चित् विश्लेषणम् आवश्यकम् इति कृत्वा अत्र कारणम् इति पदस्य कारणपदेन यस्य कार्यस्य विचारः क्रियते तस्य समवायीकारणं ग्राह्यम् इति लिखितम्. अतः तथैव अस्ति. अत्र अस्मिन् उदाहरणे घटपरिमाणं कार्यं तस्य समवायीकारणं घटः अपि घटेन सह एकस्मिन् अर्थे समवेदमस्ति कपालपरिमाणम्. अतः कपालपरिमाणमपि समवेतं समवायसम्बन्धेन वर्तते. घटः अपि समवायसम्बन्धेन वर्तते. अतः द्वितीयविध असमवायकारणम् इति सिद्ध्यति. अस्तु, धन्यवादः भगिनी. अस्तु, अग्रे धन्यवादः. तर्हि शोभा भगिनी अग्रे. यद्यपि सर्वमिदं मूलपङ्क्तिव्याख्यान अवसरे एव वक्तुम् उचितं, तथापि समवायिकारण असमवायिकारणादि विभागात् प्राक् एव मूले गुरुत्वलक्षणे असमवायीकारणोल्लेखः असमवायीकारण उल्लेखः वर्तते इति तन्निरूपणे ग्रहणे च सौकर्याय प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे एव तन्निरूपणं कृतम्। मूलपङ्क्तिव्याख्यानावसरे तु विशेषं कञ्चन पश्यामः। तत्र प्रकृमनुसरामः क्रमप्राप्तं प्रकृतम् अनुसरामः प्रकृतं तत्र अस्तु प्रकृतं प्रकृतम् अनुसरामः क्रमप्राप्तं पृथक्त्वं लक्षयति इति अस्तु। यद्यपि सर्वम् इदं मूलपङ्क्तिव्याख्यान अवसरे एव वक्तुम् उचितं। मूलपङ्क्तिव्याख्यान अवसरे इत्युक्ते तत्र कार्यकारणे वा इति भवति खलु महोदय, तत्र पेज् 144 इति दृष्टवन्तः खलु, तत्र 144 मध्ये तत्र कार्य तत्र मूलग्रन्थः अस्ति, तत्र तर्कसङ्ग्रहः, तस्मिन् यः क्रमः स्वीकृतः नाम पङ्क्ति नाम तत्र क्रमः इति खलु, पङ्क्ति मार्गः अथवा तत्र आवलिः पङ्क्तिः मूलपङ्क्तिः यथा अस्ति तथैव नाम तथा एव अत्रापि व्याख्यानावसरे एव वक्तुम् उचितं नाम सः तत्र तदेव नाम किन्तु तत्र किम् अस्ति तत्र तर्कसङ्ग्रहे कारणेन वा तत्र कारणम् इति विषयः अग्रे अस्ति इदानीं नास्ति नाम तत्र सङ्ख्या इति तस् परिमाणमिति स्था इति विषयस्य अनन्तरं कारणमिति नास्ति। कारणम् इति विषयः तत्र ज्ञानं तत्र ज्ञानं नाम प्रत्यक्षज्ञानं तस्य कारणम् इति तत्र अग्रे अस्ति अस्तु तर्कसङ्ग्रहे, अतः एव तत्र पेज् 144 मध्ये अस्ति। किन्तु इदानीं तत्र न स्मः खलु, तत्र इदानीं वयं तत्र पेज् 95 मध्ये स्मः खलु, अतः बहु किमपि अग्रे मध्ये अस्ति, तदनन्तरमेव कारणम् इति विषयः आगच्छति। अतः यदि तत्र क्रमः क्रमम् अनुसरामः तदेव उचितं भवति, किन्तु वयं न अनुसृतवन्तः, किमर्थम्? अस्तु, इदानीमेव तस्य विषये पठितवन्तः, किमर्थं तथापि समवायीकारण असमवायीकारणादिविभागात् प्राक् एव मूले गुरुत्वलक्षणे असमवायीकारण उल्लेखः वर्तते इति तन्निरूपणे ग्रहणे च सौकर्याय तत्र लघुत्वं गुरुत्वम् इति पूर्वं दृष्टवन्तः, अपि च इत्युक्ते तत्र समवायीकारणम् असमवायीकारणादि विभागात् प्राक् एव मूले गुरुत्व इति दृष्टवन्तः, गुरुत्वलक्षणे अस्तु असमवायि गुरुत्वम् इति दृष्टवन्तः, एतावत् न दृष्टवन्तः। ओ अस्तु, गुरुत्वम् इति तत्र गुरुत्वं किं भवति, गुणः भवति, तत्र तत्र पेज् 7 मध्ये पश्यतु तत्र किमस्ति, गुणानाम् आवलिः अस्ति तत्र, तत्र रूपरस रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभाग परत्व अपरत्व गुरुत्व इति एकः गुणः अस्ति तत्र चतुर्विंशति। द्रवत्वस्नेहः शब्दः बुद्धिः, तर्हि तत्र अतः इदानीं वयं कुत्र स्मः, सङ्ख्या तदनन्तरं परिमाणं तत्र स्मः, पृथक्त्वम् इति एतावत् न कृतम्, अग्रे आगच्छति गुरुत्वम्। अस्तु, किन्तु गुरुत्वलक्षणे असमवायिकारणस्य उल्लेखः वर्तते इति कृत्वा तत्र किमुक्तम्? अतः इति वर्तते इति तन्निरूपणे ग्रहणे च, तन्निरूपणे ग्रहणे च सौकर्याय अग्रे गत्वा अस्माभिः एतस्य किञ्चित् अवगमनम् अस्ति चेत् सौकर्यं भवति अग्रे गत्वा इति वा महोदय तत्र। हा सत्यं भगिनि, अतः असमवायिकारणम् इति किञ्चित् तत्र इदानीं केवलं परिचयरूपेण दृष्टवन्तः। तर्हि इति मनसि किञ्चित् भवति चेत् तदा गुरुत्वम् इति लक्षणस्य, गुरुत्वम् इति लक्षणवाक्यस्य निरूपणे अपि ग्रहणे सौकर्यं भवति, सौकर्यं भवति इति कृत्वा सौकर्याय प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे अपि च प्रसङ्गात् इत्युक्ते तथा एव तत्र प्रसङ्गः प्राप्तः प्रसङ्गात् सङ्ख्यापरिमाणनिरूपणे एव तन्निरूपणं कृतम्। इत्युक्ते तत्र एकत्वम् इति द्वित्वम् इति दृष्टवन्तः तत्र पूर्वं, तत्र समवायि असमवायि तस्मात् पूर्वं तस्य तदेव सङ्ख्यापरिमाणनिरूपणे एव तन्निरूपणं कृतम्। इदानीं तस्मात् साक्षात् परमेव एतस्य समवायि असमवायि इत्यस्य विषयस्य अपि निरूपणं कृतम्। मूलपङ्क्तिव्याख्यानावसरे तु विशेषं कञ्चन पश्यामः, तत्र तु विशेषेण पश्यामः इदानीं तत्र। नाम यदा वयं तत्र कारणमिति विषयस्य चर्चां कुर्मः तदा विशेषं किमपि तदा पश्यामः एतावत्। नाम तत्र कारणम् इति विषये अत्र सर्वं न उक्तम्, नाम किञ्चित् विशेषम् अग्रे अपि अस्ति, अग्रे अपि अस्ति, सर्प्रैस् वैटिङ्ग् इति अर्थः। तत्र किं विशेषं कञ्चन पश्यामः इति कारणस्य चर्चायाम् इति अग्रे अग्रे प्रकृतम् अनुसरामः इत्युक्ते तत्र यत् अस्माभिः सङ्ख्या इति अस्तु, सङ्ख्या इति विषयं सङ्ख्यानन्तरं एषः विषयः आगतः परिचयरूपेण अग्रे विशेषत्वेन पश्यामः। किन्तु प्रकृतं तु इदानीं तु सङ्ख्या इति विषयम् अनुसरामः, क्रमप्राप्तं परिमाणं कृतम् पृथक्त्वम् इति क्रमप्राप्तं पृथक्त्वं लक्षयति, तत्तं प्रति गच्छामः इदानीम् इति अस्ति। समीचीनं भगिनि, नाम तत्र गुणानाम् आवल्यां पृथक् इति पृथक्त्वम् इति अग्रे अस्ति, अग्रे वर्तते परिमाणस्य परिमाणं सङ्ख्या परिमाणं पृथक्त्वम् इति अस्ति। अतः अग्रे पृथक्त्वस्य लक्षणं कुर्मः, पृथक्त्वं लक्षयति, पृथक्त्वम् इति लक्ष्यरूपेण लक्ष्यम् अस्ति, पृथक्त्वं लक्ष्यं पृथक्त्वं तस्य लक्षणवाक्यं किम् इति पश्यामः इदानीम् इति अस्ति। अस्तु, कारणम् इतोपि बहु अग्रे भवति पृथक्त्वम् इति, तदनन्तरं संयोगविभाग तत्सर्वम् आगच्छति महोदय। भगिनि तदनन्तरमेव तत्र मध्ये बहु किमपि अस्ति, तदनन्तरं तत्र प्रत्यक्षम् इति, तत्र प्रत्यक्षम् इति तत्र नाम तत्र बुद्धि ज्ञानं, तत्र ज्ञानं कीदृशम् इति तदा तत्र वयम् एतत् सर्वं पश्यामः। तत्र प्रत्यक्षादिविभागः तत्र बुद्धिः, तत्र प्रत्यक्षम् इति ज्ञानं, तत्र बुद्धिः नाम ज्ञानं, ज्ञानस्य चतुर्विधमस्ति, प्रत्यक्षम् अनुमानम् उपमानम् अपि शब्दबोधः इति. हा तदा तत्र तदा एव तत्र कारणं किम् इति, तत्र कथं वयं किमपि जानीमः, प्रत्यक्षम् इति कारण इति ज्ञानमस्ति तस्य कारणं किम्, तत्र समवायीकारणं किम्, असमवायीकारणं किं, निमित्तकारणं किम्, एतत् सर्वं भवति. एषः घटः इति प्रत्यक्षज्ञानं, तर्हि तत्र ज्ञानस्य समवायीकारणं किम्, असमवायीकारणं किम्, एतत् सर्वम् अग्रे द्रक्ष्यामः इति अस्ति. अस्तु, समीचीनं, धन्यवादः भगिनि. अग्रे तत्र नीता भगिनि, हा अग्रे तत्र पृथक्त्व इति, हा पृथक् व्यवहार असाधारणं कारणं पृथक् व्यवहार असाधारणं कारणं पृथक्त्वं सर्वद्रव्यवृत्ति इति. अस्य प्रत्ययः सर्वद्रव्येषु भवति. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात् अतः अयमपि गुणः नवद्रव्यवृत्तिः. तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते. तेन च शब्दप्रयोगेण श्रोतुः घटविशेष्यकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते, तथा च घटत्व अवच्छिन्न विशेष्यता निरूपित पृथक्त्वात् पृथक्तत्वावच्छिन्न प्रकारता निरूपक अग्रिमे ज्ञाननिष्ठ कार्यता निरूपित कारणताश्रय शब्दप्रयोगनिष्ठ कार्यता निरूपित कारणताश्रय पृथत्वं तादृश कारणताश्रयत्वं पृथत्वं लक्षणं पृथक्त्वस्य लक्षणं पृथक्त्वस्य लक्षणं. हा तत्र न्यायशास्त्रे किं कुर्वन्ति खलु, जानन्ति किं कुर्वन्ति इति सर्वे जानन्ति खलु. यदा वयं चिन्तयामः अस्तु इदानीम् अवगच्छामि, तदा किं कुर्वन्ति, दीर्घवाक्यं तत्र प्रदर्शयन्ति. अवगच्छन्ति वा सर्वे? हा यदा वयं चिन्तयामः अस्तु अस्तु तत्र विषयः इदानीम् अवगतः इति चिन्तयामः, तदा ते किमपि क्लिष्टविषयः तत्र तैः तत्र स्थापितः भवति. तथा वयं चिन्तयामः अस्तु कार्यं बहु किमपि कार्यम् अपेक्षितम् अस्ति अग्रे इति, तर्हि इदानीं किन्तु किमपि नास्ति, हा चिन्ता मास्तु. तर्हि पृथक्त्वम् इति आरभ्य एकवारं पङ्क्तिशः पठतु भगिनि. पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम्. अत्र पृथक्त्वं विषये प्रथमता तु पृथक्त्वम् इति गुणः चतुर्दश गुणाः सन्ति, तस्मिन् एकः गुणः अस्ति. तत्र तद् सः गुणः कीदृशं, तत् तत्र लक्षणवाक्यं किमस्ति? तस्य लक्षणवाक्यमस्ति पृथक् व्यवहार असाधारणं कारणम्. वयं व्यवहारः इति जानीमः खलु, व्यवहारः नाम किम्? व्यवहार ज्ञानजनकशब्दप्रयोगः ज्ञानजनकशब्दप्रयोग इति व्यवहार. हा व्यवहार नाम कोऽपि किमपि उच्यते वदति तेन ज्ञानम् उत्पद्यते, शब्दप्रयोगेन ज्ञानम् उत्पद्यते इति व्यवहारः. पृथक् इति व्यवहारः इति अस्ति. वयं पूर्वं दृष्टवन्तः खलु तत्र तत्र कालस्य विषये, तत्र हेतुः इति दृष्टवन्तः खलु. अतीतादिव्यवहारहेतुः, हेतुः नाम हेतुः इत्युक्ते अर्थः कः? हेतुः, हेतुः इत्युक्ते कारणम्. हेतुः इत्युक्ते कारणम्. अत्र हेतुः इति न उक्तं, कारणम् इति एव उक्तं. किन्तु असाधारणं कारणम् उक्तं, नाम साधारणकारणानि इति अग्रे आगच्छति. नाम ईश्वरः, कालः, दिक्, ईश्वर इच्छा, ईश्वरज्ञानम्, एतत् सर्वं साधारणकारणं भवति. किन्तु एतत् असाधारणकारणं नाम यत् सर्वेषां कार्याणां प्रति तत्र कार्याणां कारणमस्ति तद् साधारणकारणं. नाम ईश्वर इच्छा सर्वेषां कार्याणां कारणम् अस्ति, किन्तु पृथक्त्वं सर्वेषां कार्याणां कारणं नास्ति खलु. अतः असाधारणं कारणमस्ति. कारणं तु अस्ति किन्तु सर्वेषां कारणान् कार्याणां कृते नास्ति. केषाञ्चित् कार्याणां कृते एव कारणम् अस्ति, अतः असाधारणं कारणं भवति इति एव, तावदेव. असाधारणं कारणम् अथवा हेतुः पृथक्त्वम् अस्ति. अपि पृथक्त्वं कुत् इत्युक्ते सर्वेषां कार्याणां यत् कारणमस्ति तत् साधारणकारणम् इति उच्यते. नाम यत्किमपि कार्यमस्ति तत्र कालः भवेत् खलु. कालः नास्ति चेत् कार्यं न भवति. दिक् नास्ति चेत् कार्यं न भवति. ईश्वर इच्छा नास्ति चेत् कार्यं न भवति. ईश्वरज्ञानं नास्ति चेत् कार्यं न भवति इति कृत्वा तत्र तद् साधारणकारणम् इति वदामः. अग्रे अस्मिन् विषये आगच्छति. किन्तु किमर्थं तत्र असाधारणं कारणम् इति उक्तम् इत्युक्ते सर्वेषां कार्याणां कृते कारणं नास्ति इति एव. नाम कारणम् अस्ति किन्तु कारणत्व इति तत्र कारणत्वं कुत्र कुत्र अन्वयः भवति तस्य इत्युक्ते तस्य क्षेत्रं लघु एव अस्ति, सर्वं नास्ति. इत्युक्ते पृथक् इति ज्ञानजनकशब्दप्रयोगः यत् वर्तते तत् असाधारणं कारणम् इति अस्ति सर्वेषां तस्य असाधारणकारणमस्ति पृथक्त्वम्. न व्यवहार असाधारणम् इत्युक्ते व्यवहारस्य पृथक् व्यवहारस्य असाधारणं कारणमस्ति पृथक्त्वम्. पृथक् इति ज्ञानजनकशब्दप्रयोगस्य असाधारणं कारणं सर्वेषां कार्याणां न वर्तते इत्युक्ते असाधारणं. पृथक् इति ज्ञानजनकशब्दप्रयोगस्य असाधारणकारणम् अस्ति पृथक्त्वम् इति अस्ति भगिनि. उत्तमं, हा तथैव अस्ति. सर्वद्रव्यवृत्ति इति दत्तमस्ति. तस्य एव सर्वद्रव्यवृत्ति इत्युक्ते वर्तते. कुत्र कुत्र वर्तते? सर्वद्रव्येषु वर्तते. हा सर्वद्रव्येषु वर्तते इति तस्य विवरणमेव आदौ दत्तम्. अस्य प्रत्ययः सर्वद्रव्येषु भवति. प्रत्यय इत्युक्ते ज्ञानम्. अस्य प्रत्यय प्रतीतिः नाम सर्वत्र भासते. एतत् वयं सर्वे सर्वत्र द्रष्टुं शक्नुमः. तस्य ज्ञानं भवति कथम् इति अग्रे उच्यते. घटः पटात् पृथक्, आत्मा आकाशात् पृथक्, मनः कालात् पृथक् इत्यादि ज्ञानानां जायमानत्वात् प्रत्यय तस्य ज्ञानं सर्वद्रव्येषु भवति इति उदाहरणार्थं दत्तमस्ति. घटः घटः यत् वर्तते तत् पटात् पृथक् अस्ति, आत्मा अपि आकाशात् भिन्नः अस्ति, पृथक् अस्ति. मनः अपि कालात् पृथक् अस्ति इत्युक्ते सर्वद्रव्येषु तत्र विद्यमानत्वम् इत्यादि ज्ञानानां जायमानत्वात् प्रत्ययः तस्य ज्ञानं भवति यत् पृथक्त्वम् अस्ति तत् सर्वद्रव्येषु विद्यमानम् अस्ति इति. समीचीनं भगिनि. हा इदानीं समीचीनमेव. नाम घटः पठात् पृथक् इति तादृशं ज्ञानं भवति, जायमानम् अस्ति खलु, जायते, तादृशं ज्ञानं जायते घटः पठात् पृथक्. इदानीं तत्र घटः पठात् पृथक् इति यदि वदामः, पृथक्त्वं कुत्र अस्ति? पृथक्त्वम् इत्युक्ते घटः यदि पश्यामः चेत् घटः घटः पठात् पृथक् इति ज्ञानं, तर्हि पृथक्त्वं कुत्र अस्ति? द्वयोः मध्ये पृथक्त्वम् अस्ति. हा न, हा इति एव. पठात् पृथक् इत्युक्ते पठात् घटः, घटः एव पृथक् अस्ति. कस्मात् पृथक् अस्ति? पठात् पृथक् अस्ति. पठात् पृथक् अस्ति. हा तर्हि पृथक्त्वं घटे अस्ति. अस्तु, घटः पठात् पृथक् अस्ति इत्युक्ते पृथक्त्वं घटे. ज्ञानेन वयं किम् अवगच्छामः? ओ अस्तु, घटे पृथक्त्वम् अस्ति. यदि वयं वदामः, यदि वयं वदामः पटः घटात् पृथक्, तर्हि पृथक्त्वं कुत्र अस्ति? पटे अस्ति, पटे पटे अस्ति. इदानीं तत्र अभावः, घटः अभावः, घटस्य अभावः इति, अथवा तत्र घटस्य अभावः इति मास्तु, यतोहि तत्र नवद्रव्येषु इति एव उक्तं खलु, तर्हि द्रव्यमेव स्वीकुर्मः. तत्र मनः, आत्मा, दिक्, कालः, आकाशः, वायुः, तेजः, जलं, पृथ्वी इति एव अस्ति. तर्हि अग्रे पठतु. आत्मा आकाशात् पृथक् इत्युक्ते तत्र आत्मा आकाशात् पृथक् इति वदामः चेत् आत्मनि पृथक्त्वम् अस्ति. अस्ति इति अस्ति. कस्मात् तत् मनः कालात् पृथक् इत्युक्ते तत्र मनसि पृथक्त्वम् अस्ति. कस्मात् इति पृच्छामः चेत् कालात् पृथक्त्वम् अस्ति इति. कस्मात् कालात् इति इत्यादि जायमानत्वात् इति. अतः किमपि गुणः नवद्रव्यवृत्तिः अयमपि इति उक्तम् नवद्रव्यवृत्तिः पृथक्त्वं नवद्रव्यवृत्तिः अस्ति. किन्तु अयमपि अपि अयमपि अपि किमर्थं स्थापितम्? यदा चतुर्दशगुणाः सन्ति तथैव अयमपि गुणः एव तस्मिन्. तत्र वयं पूर्वं दृष्टवन्तः तत्र परिमाणम् एकत्वं, एकत्वं परिमाणम् एतत् सर्वं नवद्रव्यवृत्ति. सङ्ख्यापरिमाणमपि नवद्रव्यवृत्ति अस्ति, किन्तु रूपं तादृशं नास्ति खलु. रूपं सर्वत्र नास्ति, रसः सर्वत्र नवद्रव्यवृत्ति नास्ति, किन्तु पृथक्त्वं सर्वद्रव्यवृत्ति नवद्रव्यवृत्तिः अस्ति इति अस्ति. अस्तु, समीचीनम्. इदं धन्यवादः भगिनी. इदानीं तत्र यतोहि अत्र बहु किमपि अस्ति इति कृत्वा एतावत् समीचीनमस्ति भगिनी. अग्रे तत्र तर्हि तत्र नरसिंहगिरि महोदय अग्रे तमेव. तमेव ज्ञात्वा घटः पटात् पृथक् इति कश्चित् प्रयुङ्क्ते, तेन च शब्दप्रयोगेन श्रोतुः घटविशेषकपृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते. तमेव ज्ञात्वा इत्युक्ते पृथक्त्वमपि एकं गुणः तत् न द्रवति इति ज्ञात्वा कश्चित् वदति घटपटात् पृथक् इति कश्चित् वदति चेत् तत्र श्रोतुः मनसि किं भवति? तत्र घटविशेषतपृथक्त्व पृथक्त्वकप्रकारकं ज्ञानम् उत्पद्यते. इत्युक्ते श्रोतृमनसि अपि घटं पटात् किञ्चित् तत्र भिन्नता वर्तते इति श्रोतृमनसि अपि तादृशज्ञानम् उत्पद्यते यदि महोदय इदानीं महोदय कीदृशं ज्ञानम् उत्पद्यते इति ज्ञानम् उत्पद्यते ज्ञानम् इति पदस्य विशेषणं किम् अस्ति अस्मिन् वाक्ये अस्मिन् वाक्ये ज्ञानम् इति पदस्य विशेषम् अस्ति घटविशेषपृथक्त्वम् पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते हा ज्ञानम् इति पदस्य विशेषणमस्ति घटविशेष विशेषक पृथक्त्वप्रकारकं ज्ञानम् उत्पद्यते इति तर्हि तत्र अस्य पदस्य अर्थः कः इति तस्य विवरणम् आवश्यकमस्ति खलु हा तर्हि तत्र के अंशाः सन्ति तत्र घटः इति अग्रिमवाक्ये दत्तमस्ति अग्रिमवाक्ये दीर्घत्वेन दत्तमस्ति तर्हि प्रथमतया सोपानेन कुर्मः तर्हि तत्र अत्र किं किम् अंशाः घट इति घट इति अस्ति घटे विशेषः इति एकः अंशः अस्ति समीचीनम् अपि तत्र पृथक्त्वम् इति गुणः अस्ति तत् प्रकारकम् अस्ति समीचीनं महोदय तर्हि प्रकारकम् इत्युक्ते किम् अस्ति विशेष्यकम् इति इत्युक्ते किम् विशेषकमिति अत्र विशेषता अस्ति प्रकारकमिति अत्र प्रकारता अस्ति हा उत्तमं तर्हि ज्ञानस्य विषये तत्र वयं जानीमः खलु तत्र ज्ञानस्य तत्र यदि वयं दीप तत्र रूपेण स्वीकुर्मः दण्डदीप हा तादृशं स्वीकुर्मः तर्हि तत्र घटः तत्र भूतल पत् घटः तत्र हा तत्र क्षम्यतां तत्र घटवत् भूतलम् इति यदि स्वीकुर्मः तदा किं भवति घटवत् भूतलं तत्र प्रकारता इति घटः भवति भूतलम् इति विशेषता भवति हा उत्तमं महोदय हा घटवत् उत्तमं तर्हि घटवत् भूतलम् अत्र भूतलम् इति विशेष्यमस्ति घटः इति प्रकारः अस्ति तु प्रकारकः अस्ति संसर्गः अस्ति संयोगः इति संसर्गः इति अस्ति समीचीनं महोदय तर्हि तत्र अत्र किमस्ति तर्हि विशेषकः विशेष्यं भूतलं प्रकारघटः इति अस्ति तस्मिन् उदाहरणे घटवत् भूतलम् इति उदाहरणे अत्र किमस्ति अत्र घट इति विशेषकमस्ति पृथक्त्वमिति प्रकारता हा किमर्थं तत्र पृथक्त्व पृथक्त्वमिति गुणः अस्ति तत् घटे भवति घट इति अधिकरणं भवति तत्र भूतलमिति अधिकरणमासीत् समीचीनं महोदय हा तत्र समाजसम्बन्धेन पृथक्त्वं घटे वर्तते अपि ज्ञानं तत्र ज्ञानम् उत्पद्यते खलु नाम घटः पृथक् अस्ति पटात् पृथक् अस्ति तर्हि घटे पृथक्त्वम् अस्ति इति ज्ञानम् उत्पद्यते खलु घटे पृथक्त्वम् अस्ति इत्युक्ते तत्र कथं वाक्यं कीदृशं भवति यथा घटवत् भूतलम् इति वाक्यम् आसीत् तत्र पृथक्त्ववत् भूतघटः इति भवति पृथक्त्ववान् समीचीनं महोदय पृथक्त्ववान् घटः इति भवति उत्तमं महोदय हा पृथक्त्ववान् घटः इति ज्ञानम् उत्तमं महोदय अस्तु इदानीं तत्र हा इदानीं तत्र अग्रे अपि किञ्चित् वक्तुम् इच्छति वा अस्तु तर्हि तत्र इदानीं तत्र एकभागं तत्र करोतु तत्र नाम ज्ञानम् इति तस्य विवरणं हा यत् यावत् अस्ति तावत् पर्यन्तं करोतु महोदय तथा च इति तथा च घटत्वावच्छिन्नविशेषतानिरूपित पृथक्त्वावच्छिन्न पृथक्त्वावच्छिन्न महोदय तत्र पृथक्त्वावच्छिन्न प्रकारतानिरूपक ज्ञानं तादृशं तावत् पर्यन्तं हा अस्तु नाम अत्र एतावत्पर्यन्तं तत्र घट अस्ति अधिकरणं घटे घटत्वम् इति भवति अनन्तरं विशेष्यता अपि भवति नाम पृथक्त्ववान् पृथक्त्ववान् घटः इति एव आरम्भतः वाक्यं पृथक्त्ववान् घटः पृथक्त्वम् इति विशेष्यं तर्हि तत्र विशेष्यता घटे विशेष्यता घटे पृथक् घटत्वमपि भवति पृथक्त्वम् इति अत्र प्रकारतः अस्ति तत्र महोदय नाम घटः इति विशेष्यं विशेष्यः तर्हि घटे विशेष्यता वर्तते पृथक्त्वम् इति किमस्ति प्रकारकं तर्हि पृथक्त्वे प्रकारता वर्तते इदानीं घटे विशेष्यता वर्तते तस्याः अवच्छेदकः किमपि अस्ति वा घटत्वम् इति अवच्छेदकः अस्ति घटत्वम् इति अवच्छेदकम् अस्ति समीचीनं प्रकारतायाः अवच्छेदकं पृथक्त्वम् इति तत्र पृथक्त्वम् इति भवति समीचीनं महोदय अतः इदानीम् अतः तत्र अतः अतः वाक्यं तादृशं भवति ज्ञाननिष्ठ कार्यतानिरूपितकारणता अशेष नास्ति तद् नास्ति महोदय उपरि अस्ति तद्वाक्यम् उपरि एव अस्ति तदेव यत् भवान् पठितवान् तर्हि घटनिष्ठ घटनिष्ठ घटत्व अवच्छिन्न विशेषतानिरूपित पृथक्त्वनिष्ठ पृथक्त्वावच्छिन्न प्रकारता निरूपकज्ञानं समीचीनं अस्तु इदानीं मृणालिनी भगिनी अग्रे धन्यवादः समीचीनं महोदय धन्यवादः इदानीं ज्ञाननिष्ठ इति आरभ्य एतावत् पठतु भगिनि ज्ञाननिष्ठ कार्यतानिरूपककारणताश्रयशब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयः पृथक्त्वम् तादृशकारणताश्रयत्वं पृथक्त्वस्य लक्षणम् इति अस्ति तर्हि ज्ञाननिष्ठकार्यता निरूपितकारणताश्रयः शब्दप्रयोगः शब्दप्रयोगनिष्ठकार्यता निरूपितकारणताश्रयः पृथक्त्वम् इति तर्हि किञ्चित् विवृणोतु एतादृशं वयं पूर्वं कृतवन्तः खलु नाम ज्ञानं कथम् उत्पद्यते नाम घटः पटात् पृथक् अस्ति इति कथं ज्ञानम् उत्पद्यते कोऽपि वक्ति इति अतः एव शब्दप्रयोगः करोति शब्दप्रयोगं करोति तेन ज्ञानम् उत्पद्यते तर्हि शब्दप्रयोगः किं भवति कारणं भवति कारणं भवति ज्ञानमिति कार्यं भवति उत्तमं अतः एव तत्र वयं किं वक्तुं शक्नुमः ज्ञाननिष्ठ कार्यता ज्ञानता निरूपितकारणताश्रय शब्दप्रयोग प्रयोगः इति वक्तुं शक्नुमः खलु अपि एतादृशशब्दप्रयोगः तस्य कारणं किमस्ति नाम यदि पृथक्त्वम् इति गुणः नास्ति एतादृशप्रयोगेन शब्दप्रयोगेन ज्ञानं न उत्पद्यते खलु अतः पृथक्त्वम् इति भवेत् तदा एव एतादृशप्रयोगः भवति नो चेत् तत्र पृथक् इति एव न वदामः पृथक्त्वम् इति गुणः भवेत् अतः पृथक्त्वम् इति शब्दप्रयोगं प्रति कारणं भवति अतः तयोः मध्ये अपि कार्यकारणतभावः अस्ति वदतु भगिनि शब्दप्रयोगनिष्ठ कार्यता निरूपितकारणताश्रयः पृथक्त्वम् पृथक्त्वं नाम पृथक्त्वे आश्रयत्वम् अस्ति खलु पृथक्त्वम् आश्रयः अस्ति तर्हि पृथक्त्वे आश्रयत्वम् इति भवति आश्रयत्वम् इति पृथक्त्वे अस्ति पृथक्त्वम् इति लक्ष्यम् अस्ति खलु इदानीं गुणः अस्ति किन्तु अस्माकं लक्ष्यम् अस्ति पृथक्त्वं खलु लक्ष्यं तस्य लक्षणमेव वयं चिन्तयामः तस्य लक्षणं किं पृथक्त्वस्य लक्षणं किम् इति एव अस्माकं चिन्तनं पृथक्त्वं लक्ष्यमस्ति तस्य लक्ष्यस्य लक्षणं किम् इति चिन्तनं तत्र लक्ष्यं यदस्ति तस्मिन् लक्षणं भवेत् इति अस्माकं तत्र विचारः खलु सर्वदा किं लक्षणं लक्ष्ये भवेत् सर्वत्र भवेत् अलक्ष्ये न भवेत् अतः लक्ष्ये किमस्ति आश्रयत्वम् अस्ति एतद् आश्रयत्वम् एव लक्षणरूपेण स्वीकुर्मः लक्ष्ये आश्रयत्वम् अस्ति एतादृशम् आश्रयत्वमेव लक्षणं भवेत् अतः एव आश्रय तादृशकारणता आश्रयत्वम् एव लक्षणम् कारणस्य आश्रयत्वमेव लक्षणं भवति पृथक्त्वस्य इति उक्तम् अतः एतादृशज्ञानं यः शब्दप्रयोगः जनयति तस्य शब्दप्रयोगस्य कारणं कारणस्य आश्रयः लक्ष्यमस्ति कारणतायाः आश्रयत्वं लक्ष्ये पृथक्त्वे अस्ति इति कृत्वा पृथक्त्वं पृथक्त्वस्य लक्षणं साधितं तर्हि अग्रिमे वर्गे तत्र इदानीं प्रायशः सर्वेषां मनसि भवेत् तत्र अस्मिन् वाक्ये किमपि नास्ति वयं चित्ररूपेण यत् कृतवन्तः तद् बहुवारं कृतवन्तः एतादृशं चित्रं निर्मितवन्तः खलु पृथक् इति अस्मिन् दीर्घवाक्येन सत्यं सत्यं भगिनि पृथक्त्वम् इति तत्र कालः इति आसीत् खलु अतीतः घटः अतीतः तत्र अतीतत्व अतीतः अतीतम् अतीतः इति सर्वं तत्र अतीतत्वम् अपि तादृशं सर्वं वयं चित्ररूपेण कृतवन्तः अतः एतादृशं चित्रं वयं रचयितुं शक्नुमः सुलभतया रचयितुं शक्नुमः तर्हि अत्र सरलमस्ति किन्तु पुनः अग्रिमे सप्ताहे पुनः एकवारम् अस्य चित्रस्य विवरणं कृत्वा अग्रे सरामः तत्र भेदस्य पृथक्त्वस्य च को विशेषः इति अस्तु समीचीनमस्ति समयोऽपि जातः तर्हि विरमाम अग्रिमे वर्गे मिलामः धन्यवादः नमस्कारः धन्यवादः धन्यवादः महोदय नमस्कारः धन्यवादः महोदय